अस्तु, तर्हि सर्वेषां स्वागतम्. अत्र हल्सन्धिः इति विषयः अस्ति. यावन्तः हल्सन्धयः सन्ति तेषां पाठः जातः. गते सप्ताहे द्वित्वपर्यन्तं, द्वित्वम् अनति च इति सूत्रं वयं दृष्टवन्तः. अन्तिमभागे ये तुगागमसन्धिः द्वित्वं, अनयोः अधिकं महत्त्वं नास्ति अस्माकं कृते इदानीं. व्यवहारिकरीत्या अभ्यासः करणीयः. तर्हि अस्माकं पुस्तके, नाम गीताप्रवेशपुस्तकस्य प्रथमभागे त्रिचत्वारिंशत्तमे पुटे अभ्यासः आरभ्यते. यथो उदाहरणं रिक्तस्थानानि पूरयता इति दत्तमस्ति. तत्र लक्ष्मीभगिनी पठति वा? आं महोदय. यथोदाहरणं रिक्तस्थानानि पूरयत. उदाहरणार्थम् आश्चर्यवाच्यैव नमन्यः शृणोति. आश्चर्यवत् योगः च आश्चर्यवच्च स्तुतसन्धिः. द्वितीयमस्ति असक्तं सर्वभृच्चैव. सर्वभृत् योगः च स्तुत्वसन्धिः. समीचीनमस्ति. अन्ये के के आगतवन्तः? नमस्कारः, सुप्रभातं, सञ्जीवः महोदय. नाम न श्रुतं, कः अस्ति? सञ्जीव. सञ्जीव महोदय, सञ्जीव महोदय, हा हा, स्वागतम्. अस्तु अस्तु. अन्य कोऽपि? अन्य कोऽपि आगतो वा? अस्तु, अस्माकं पुस्तके त्रिचत्वारिंशत्तमे पुटे पाठः प्रवर्तमानः अस्ति. अतः तत्र अस्तु. द्वितीयं कृपया विद्या भगिनी. असक्तं सर्वभृच्चैव. सर्वभृत् योगः च. सर्वभृत् इति पदं नास्ति इति अहं चिन्तयामि. अतःस्तोः शुनाश्चुः इत्यनेन तकारस्य स्थाने चकारः. सर्वभृच्च स्तुत्वसन्धिः. स्तुत्वसन्धिः अस्ति. अग्रिमम्. सदस च अहम् अर्जुन. सदस च सदसत् योगः च. अत्र तकारस्य च स्थाने चकारः. सदसत् इति अन्ते चकारः तकारः अस्ति. स्तोः शुनाश्युः इत्यनेन तकारस्य स्थाने चकारः. चकारस्य प्रभावेन अग्रे चकारः अस्ति इति कृत्वा स्तुत्वसन्धि सदसच्च. हा, बहु समीचीनमस्ति. अस्तु, अग्रे. तर्हि राजेन्द्रमहोदय अग्रे. महोदय, सदस इति अत्र समासः नास्ति वा? सदसत् इति वा? आम्, सदस्य हा, सदसत् इति समासः. किन्तु अत्र किन्तु च इति निर्णयः अस्ति. तत्र च इति तत्र वदतु. च अपि अव्ययपदं भवति. अत्र समासः नास्ति किन्तु, खलु? अस्तु, समासः वा? समासः नास्ति खलु. सदसत् च अहम् अर्जुन इति तत्र पृथक् पृथक् पदानि सन्ति. अस्तु, राजेन्द्रमहोदय. आम् महोदय. द्रव्यं याद् ज्ञात्. पुनः वदतु. द्रव्यं याद्य न द्रव्यं तत्र मकारे तत्र दण्डः अस्ति वा? तत्र सम्यक्तया प्रयासं करोतु, कथमस्ति? द्रव्यं याद्य ज्ञात्. द्रव्यं याद्य ज्ञात् इति. हा, वदतु. द्रव्यं याद्य ज्ञात्. अत्र चिन्तयामि द्रव्यं यात् अज्ञात् तत्र इकोयञ्चि सन्धिः अस्ति तत् यकारः आगच्छति. पुनः वदतु कुत्र? अत्र द्रव्यं यात् द्रव्यं द्रव्यम् अकारः अस्ति खलु. द्रव्यं द्रव्यं यात् द्रव्यं यात् द्रव्यम् अकारः वक्तव्यः अस्ति. द्रव्यं याद् न न न द्रव्यमयात् द्रव्यं याद् द्रव्यम वदतु. द्रव्यम द्रव्यम यात् यात् द्रव्यमयात् द्रव्यं यात् द्रव्यं द्रव्यमयात् ज्ञात् हा हा हा इति अस्ति. तर्हि अत्र किमस्ति? अत्र अत्र महोदय अत्र तकारस्य स्थाने दकारः दकारः आगच्छति यत्र तत्र जश्वतं सन्धि भवति जलां जश्वन्ते दर्म्यात् दकारः आगच्छति. तदनन्तरं तदनन्तरम् अज्ञात् अस्ति तत्कारणात् इकोयञ्चि यकारः आगच्छति तत्र. यद् कुत्र यकारः? द्रव्यं याद् द्रव्यम् द्रव्यं म अकारः अस्ति खलु. न द्रव्यं द्रव्यं द्रव्यं याद् अकारः नास्ति तत्र. एकवचि कुत्र अस्ति? अत्र यात् यात् अस्ति तस्य दकारः आगच्छति जसोत् सन्धि भूत्वा. हा अपि च एकवचि इकोयञ्चि तत् तत् तत्र एकवचि नास्ति अस्ति वा? जसु सन्धि एव अस्ति. जसु सन्धि एव अस्ति. अस्तु अग्रे गच्छेम. हा समीचीनमस्ति. तकारस्थाने दकारः जातः. हा अग्रे विद्याभगिनी अग्रे. वाग् देवता वाक् अथवा वाग् इति अस्ति किल महोदय प्रथमविभक्तौ? वाक् इति वाक् इति स्वीकुर्मः चेत् वाक् योगः देवता तत्र वाक् इति पदमस्ति जलां जश्रोन्ते इत्यनेन वाग् वाग् देवता. तत्र विकल्पेन वाग् वाक् इति कथमस्ति? यदि वाग् अस्ति वाग् योगः देवता अस्ति चेत् तत्र पुनः जलां जश्रोन्ते इत्यनेन पुनः गकारस्य स्थाने गकारः वाग् देवता. न भवती यत् उक्तवती विकल्पेन तत्र कथं विकल्पेन इति वदतु कृपया सूचयतु. ओ प्रथमविभक्तौ वा? हा प्रथमविभक्तौ वाक् इति यदि वाक् इति वाग् इति प्रथमं रूपम् अस्ति चेत् तर्हि तत्र वा अवसाने इत्यनेन वाक् भवति अत विकल्पेन वाग् अपि भवति. एवम् एवं बहु समीचीनमस्ति. हा वा अवसाने. अस्तु इतः अग्रे सरेम. तर्हि बालसुब्रह्मण्यमहोदय अग्रे. अस्येत् अकर्मणि जलाञ्जशन्ते तकारस्थाने दकार तृतीयसदस्य दकारः सो पश्येत् अकर्मणि पश्येद कर्मणि. हा सुन्दरं. रविमहोदय अग्रे करोति वा? आं किन्तु सूत्रं तु न जानामि. सन्ति एतन्मे संशयं कृष्ण अत्र एतद् योगः मे अत्र तु सन्ति एतन् दकारस्य नकारः अभवत्. हा तत्र कः सन्धिः इति न ज्ञायते वा? न जाने. हा अस्तु अस्तु. हा तर्हि इतः अग्रे अत्र सरला भगिनी भवति वा? एतन्मे संशयं कृष्णः, एतन्मे अत्र एतद् योगं मे अत्र भवति अनुनासिकसन्धि यरो अनुनासिक इति सूत्रेण दकारस्य स्थाने सूत्रं सम्यक् एव वदतु. यरो अनुनासिक अनुनासिके, यरो नुनासिके नुनासिको वा, विकल्पेन भवति तत्र यदि वा अस्ति मकार अनुनासिक अस्ति तस्य दकार यर् प्रत्याहारे अस्ति तस्य परसमन नकार अस्ति एतन्मे इति भवति. अत्र विकल्पेन एतद् मे इति भवति जश्वसन्धि भूत्वा. संशयम् अत्र सं मोनुस्वार अस्ति सूत्रेण मकारस्य अनुस्वर भवति. यकार अपि मोनुस्वार अस्ति सूत्रेण तत्र अनुस्वर भवति मकारस्य. हा समीचीनमस्ति. अस्तु धन्यवादः. तर्हि सुब्रह्मण्यं महोदय अग्रे. आं महोदय, स्यान्निश्चितम् अत्र स्यात् योगः निश्चितम्. इदानीमत्र एरोनुनासिकेन नासिको वा इत्यनेन अत्र अनुनासिकसन्धिः स्यान्निश्चितम् इति तकारः यरः यर् प्रत्याहारस्य वर्णः अनन्तरं नकारः अस्ति अतः नकार न सवर्णः अत्र तकारस्य स्थाने. हा हा हा, तत्र नकारः अनुनासिकवर्णः अस्ति अपि च यर् प्रत्याहारे तकारः इति कृत्वा तकारस्य स्थाने तत्र नकारादेशः भवति. सर्वेषां कृते स्पष्टमस्ति खलु? अस्तु, इतः अग्रे सरेम. तर्हि चतुर्थे उदाहरणे वाग्देवता इति पदे अत्तु नित्यं सन्धिः भवति खलु? अवश्यं, तत्र समासः अस्ति, सन्धिः नित्य. अत्र तत्र किञ्चित् वदति वा अत्र कीदृशसमासः अस्ति? वाग्देवता, षष्ठीतत्पुरुषसमासः इति सन्धिः नित्यः. अवश्यं, यत्र सन्धिः अस्ति तत्र नित्यः अस्ति. अस्तु, अग्रे गच्छेम. तर्हि अस्तु, भवान् एव कृपया सञ्जीव महोदय अग्रे किं लिखितमस्ति? यथोदाहरणं मञ्जूषायां प्रदत्तानां सन्धिपदानां छेदं कृत्वा स्तम्भेषु लिखत. भवतः दूरवाणी किञ्चित् तावत् स्पष्टा नास्ति, न जाने किमर्थम्. अस्तु, दूरवाणी अन्तर्जाले अस्ति मम, दूरवाणीसङ्ख्या तत् कार्यं न करोति. कार्यं न करोति औट्सैड् आफ् युवर् प्लान् वदति. ओ अस्तु, यत्किमपि भवतु. तर्हि अत्र अग्रिमे पूर्वे किं लिखितमस्ति? तत्र एकम् उदाहरणं दत्तमस्ति. प्रथममस्ति असत् च. असत् योगः च तश्चत्वसन्धि स्तम्भे लिखितमस्ति. हा अस्तु, हा तत्र द्वितीयं करोतु कृपया. केचिद्विलग्ना इति पदमस्ति, केचित् योगः विलग्ना जस्त्वसन्धिः भवति. हा बहु समीचीनमस्ति. अस्तु, तर्हि पद्मा भगिनी अग्रे करोति वा? हा महोदय, कुर्वन्नपि, कुर्वन् योगः अपि, कुर्वन् अपि, कुर्वन्नपि अनुनासिकसन्धिः भवति. अनुनासिकसन्धिः इति वा? अत्र किं जातमस्ति इति प्रदर्शयतु एकवारं. जातं किं? कुर्वन् मूलरूपं किं? हा हा, व्यस् तत्र मूलरूपं किमस्ति? समीचीनं, कुर्वन् योगः अपि, हा, तत्र किं जातम्? केवलं पदं दृष्ट्वा किं जातमस्ति? कुर्वन् योगः अपि इति विकारः, परिवर्तनं न, कुर्वन् युगः अपि, अकारः तु आसीत् एव खलु मूलतः. कुर्वन् युगः अपि अत्र नूतनतया किम् आगतमस्ति? नकारः आगच्छति. हा, नकारः आगतः अस्ति. स च नकारः, तस्य नामकरणं किम्? आगमः. आगमः अस्ति अत्र. अनुनासिकसन्धिः उपरि किम् अस्माभिः दृष्टमासीत्, यथा एतद् योगः मे, तत्र दकारस्य स्थाने नकारः जातः. यर् दकारस्य स्थाने अनुनासिकादेशः जातः इति अत्र तादृशमस्ति वा? न, अत्र किं जातमिति बालसुब्रह्मण्यं वदति, तत्र किञ्चित् सहायं करोति वा? न, तथा किमपि नास्ति. अत्र आगमः अस्ति भगिनि, आगमः. अत्र आगमः तत्र प्रथमतया अग्रिमे पुटे पश्यतु, केवलं चत्वारः विकल्पाः सन्ति: स्थूत्वसन्धिः, जस्त्वसन्धिः, अनुनासिकसन्धिः, नमुरागमसन्धिः इति चत्वारः सन्धयः सन्ति. चतुर्षु अन्यतमः स्यात्. बालसुब्रह्मण्यं वदति वा? अत्र नकारार्थ आगमः आदेशः न, हा, आदेशो नास्ति, आगमः अस्ति. तर्हि तत्र किमस्ति? नकारः आगमः भवति, तस्मात् गमुरागमसन्धिः अस्ति. कथं जानीमः अत्र निमित्तं किं? निमित्तानि कानि? तत्र सूत्रे किं लिखितमस्ति? ह्रस्वात् स्वरात् परः यः ङम्, तदन्तात् पदात् उत्तरस्य अचः ङमूट् आगमः भवति. तर्हि निमित्तानि कानि इति वदतु महोदय. क्षम्यतां, हा हा, वदतु, बहु समीचीनमस्ति, अग्रे गच्छतु, वदतु. कुर्वन् इति अकार नकारः पूर्वः अकारः अस्ति, ह्रस्व अकारः. नकारः इति नाम वर्णः. तदनन्तरं नकारः इति ङं प्रत्याहारे अस्ति, ङं प्रत्याहारे अस्ति, नमङ. तदनन्तरम् अपि इति वार्तायाम् अकारः अच्वर्णः, अपि च कुर्वन् इति पदान्तः, तस्मात् नम्डागमसन्ति, अकारस्थाने नकारः भवति, कुर्वन् अपि. हा, ङं प्रत्याहारे के के वर्णाः सन्ति? न, म, ङ अण न ङ ख ख ङ च च च न ख ख ख अण ख ख ख ङ ट ट ठ अण न च थ थ थ न हा इति त्रयः वर्णाः सन्ति. यत्र कुत्रापि द्विवारं कथनं भवति ङकारस्य अणकारस्य नकारस्य तदानीं मनसि एतादृशविचारः आगच्छेत् यत् अहो ङमूढागमसन्धिः अस्ति वा इति दृष्ट्वा तत्र निमित्तानि सन्ति वा एतत् सर्वं दृष्ट्वा वयं निश्चेतुं शक्नुमः. सन्ध्या भगिनी तत्र पद्माभगिनी स्पष्टमस्ति वा? आं महोदय. भवती वदतु किमस्ति इति. कुर्वन् अपि नकारस्य पूर्वात् ह्रस्व अकारः अस्ति, नकार परपदात् अकारः अस्ति. स च अकारः कीदृशः अकारः भवेत् इति नास्ति खलु? अकारः भवति अत्र अपि अपि इत्यस्य अकारस्य प्रसङ्गे वदति वा? आम्. हा स च अकारः कीदृशं किं कीदृशं निमित्तम् अस्ति? सर्वदा नाम सर्वदा अकारः अपेक्षितः इति वा? सर्वदा अकारः अपेक्षितः वा? ङुमारसन्धिः अत्र तत्र नवत्रिंशत्तमे पुटे पश्यतु उदाहरणानि. सुगणयुगः ईशः सुगणीशः इति उदाहरणमासीत् तत्र ईकारः. नवत्रिंशत्तमे पुटे पश्यतु द्वितीयम् उदाहरणं सुगणयुगः ईशः. तत्र अकारः अस्ति वा? नकारः पूर्वम् अकारः अस्ति न, किन्तु ईशः इति अस्य अच् अच् इति वक्तव्यमस्ति. तत्र अकारः इति विशेषतः नास्ति खलु अच्? यः कोऽपि स्वरः परः स्यात् इति अस्ति खलु? तदर्थम् एतत् सर्वं प्रदर्शितमस्ति. युञ्जन् एवं युञ्जन् एवं तत्र एकारः तपस्विन् एहि तपस्विन् एहि तत्र एकारः अस्ति. एवं भवति कुत्रचित् अकारः कुत्र इकारः एकारः यः कोऽपि स्वरः प्रत्यङ्गात्मा तत्र आकारः अस्ति. अचि अचि अकारः नियमं नास्ति परन्तु अचि नियमम् अस्ति. हा अचि हा ह्रस्वात् स्वरात् परः यः ङं तदन्तात् पदात् उत्तरस्य अचः ङमूट् भवति. तर्हि ह्रस्वात् स्वरात् इति कः वर्णः अस्ति अत्र? अकारः. हा कस्य शब्दस्य अकारः? अपि अपि क्षम्यताम् ह्रस्वात् स्वराद् यः ह्रस्वात् स्वराद् परः यः ङम् तर्हि कुर्वन् पदे नकारः पूर्वम् अकारः. हा बहु समीचीनमस्ति. इदानीम् अवगच्छति खलु? कुर्वन् इत्यस्मिन् अकारः, तस्य अनन्तरं यः नकारः स च ङं प्रत्याहारे अस्ति इति कुर्वन्. हा नाम अस्माकं किम् अपेक्षितमस्ति? स्वतन्त्रतया सन्धिं सन्धेः करणार्थं तत्र अभिज्ञानम् अपेक्षितमस्ति. कुर्वन् अपि अस्तु, मनसि किं चिन्तनं भवेत् तत्र लघु तत्र ह्रस्वस्वरः अस्ति, तदनन्तरं ङम् अस्ति, स च ङम् इति पदान्ते अस्ति, अनन्तरं यः वर्णः सः अच् अस्ति इति कृत्वा अवसरः अस्ति. एतादृशं मनसि भवति चेदेव वयं स्वतन्त्रतया स्वयं कर्तुं शक्ष्यामः, कुर्वन्नपि. अस्तु, समीचीनमस्ति. यतः अग्रे सरेम, तर्हि विद्याभगिनी अग्रे. रत्ना अपि अस्मि. रत्ना भगिनी, हा, स्वागतं. भवती कर्तुमिच्छति वा अथवा किञ्चित् शृणोति वा इदानीं? शृणोमि महोदय. हा हा, नास्ति चिन्ता. हा अस्तु, विद्याभगिनी अग्रे. हा हा, उचितान्. अस्मिन् सन्दर्भे सन् आद्यन्तधातवः इति उच्यते, तत्रापि अत्र गमुण्नित्यमिति उक्तमस्ति, गमुडागमः, तथा सनाद्यन्तधातवः नित्यं. नित्यं नाम नित्यमित्युक्ते संहितायां विषये नित्यम्. नित्यमित्युक्ते संहितायां विषये नित्यं. तत्र संहिता श्रूयते सनाद्यन्त धातवः अत्र. तत्र अस्तु, पुनः प्रश्नः, प्रश्नः कः तर्हि? उदाहरणे सन् योगः आद्यन्तधातवः, सन् योगः आद्यन्तधातवः, अस्मिन् उदाहरणे गमनागमः भवति वा न भवति इति प्रश्नः. ओ, तत्र हा अस्तु, सन् सन् सन् योगः इति यथा यथा उच्यते सनाद्यन्तधातवः इति, तत्र सन् योगः आद्यन्तधातवः न न न तथा नास्ति. सनादि सनादि अद्य सनादि अस्ति. सन् इति तत्र सन् इति आदि अस्ति खलु, योगः आदि इति अस्ति. तत्र गमनागमः न भवति किम्? तत्र संयोगः आदि सन् आदि अन्तर्धः सनादि. तत्र सन् इति प्रत्ययः अस्ति. सन् इति प्रत्ययः अस्ति इति पदं नास्ति खलु सन्. तत्र प्रत्ययः अस्ति, न तु पदम् इति एकम् अत्र व्याकरणविशेषः. तत्र व्याकरणविशेषः अस्ति पाणिनेः, अत्र पदं नास्ति इति मत्वा न कृतमस्ति. तथा स्यात्. अस्तु, अग्रे गच्छेम. विद्यापनी अग्रे. आश्चर्यवच्च आश्चर्यवत् योगः च, अथवा अत्र चकारस्य प्रभावेन तकारस्य चकारः भवति. आश्चर्यवच्च स्तोः शुनाश्चुः श्रुत्वसन्धिः. श्रुत्वसन्धिः समीचीनम्. अस्तु, रवि महोदय अग्रे. परन्तु महोदय, सन्नन्तपदं तत्र, क्षम्यतां, सन्नन्तपदं तत्र तु भवति, सन्नन्त यत्र भवति, सनादि न भवति. सनन्त सनन्त सनादि इति कुत्र पदं दृष्टमस्ति? सर्वत्र दृश्यते, यतः सनाद्यन्तधातवः प्रकरणशीर्षिकायां सनाद्यन्तधातवः इति दृश्यते. सनाद्यन्त तत्र नकारस्य द्वित्वं न दृश्यते, परन्तु सन्नन्तपदं तत्र द्विकारः दृश्यते, द्वित्वम्. अस्तु अस्तु, एकं करोतु कृपया महोदय, अहं दृष्ट्वा वदामि. मह्यम् एकं पत्रं पश्यतु स्मारणार्थं, दृष्ट्वा वदामि अनन्तरम्. अस्तु, हा, समीचीनम्, अवश्यं प्रेषयतु कृपया. हा अस्तु, अग्रे गच्छेम. अत्र हा, रवि महोदय. महोदय अस्ति, अस्तु, सरला भगिनी. हा रवि महोदय. जगत् व्यक्तमूर्तिना जगत् योगः व्यक्तमूर्ति जगत् योगः अव्यक्तमूर्तिना. हा, तत्र किं जातम्? तकारस्य दकारः अभवत्। हा, तकारस्य स्थाने यद् दकारः जातः तर्हि चत्वारः सन्धयः सन्ति, तेषु कः ते किञ्चित् अनुमानं करोति वा? अस्तु, सरला भगिनी साहाय्यं करोतु। तकारस्य दकारजलाजस्वन्ति इति जस्वसन्ति अस्ति, अत्र पदमस्ति, तकारस्य तृतीयसदस्य दकार आगच्छति अत्र। हा, जगद्व्यक्तमूर्तिः अत्र, किन्तु अत्र द्रष्टव्यमस्ति, अत्र समासः अस्ति वा अथवा पृथक् पदमस्ति? प्रायः समासः स्यात्। हा, तथापि पदान्ते इति, तथापि पदान्ते इति अस्माभिः उक्तं, हा, अतः जलां जषन्ति इति अतिनेन भवति, समीचीनमेव, नो चेत् जलां जष्टसि इति न भवति स्म एव। हा, इति समीचीनमस्ति, अस्तु, अग्रे भवती करोतु कृपया। पुनः अत्र किमस्ति पदं? यदक्षरं, यत् अक्षरम्, अत्रापि चष्वसन्धि भवति, एतदपि समासम् अस्ति, पदान्ते अस्ति, तकारस्य स्थाने दकारतृतीयवर्ण आगच्छति झलाञ्जशोन्ते इति सूत्रेण, यदक्षरं भवति अत्र। यदक्षरमस्ति, समीचीनमस्ति, अस्तु, लक्ष्मी भगिनी अग्रे। कश्चित् दुर्गतिम् अस्ति, कश्चित् योगः दुर्गतिम्, अत्रापि कश्चित् पदमस्ति, झलां जशोन्ते इति सूत्रेण, झलः स्थाने जशादेशः भवति, तदर्थं अत्र वर्गस्य तृतीयसदस्यादेशो भवति, तकारस्य स्थाने दकारादेशो भवति, तदर्थं जस्तु जस्तुसन्धिः कश्चित् दुर्गतिम् इति भवति। हा, सुन्दरम्, अस्तु, सुब्रह्मण्यमहोदय अग्रे। महोदय, कुर्वन्नाप्नोति, अत्र कुर्वन् योगः आप्नोति, अत्र गमुडागमसन्धिः, पदान्ते नकारः, तस्मात् पूर्वं ह्रस्व अकारः, अनन्तरम् आकारः अचुवर्णः, अतः गमो ह्रस्वादचि गमुन्नित्यम् इत्यनेन अत्र गमुडागमसन्धिः। हा, समीचीनमस्ति, गमो ह्रस्वादचि गमुन्नित्यम् इति सूत्रं मनसि भवति चेत् निमित्तानि तु सन्ति एव, बहु सम्यक् अस्ति। गमो ह्रस्वादचि गमो ह्रस्वादचि गमुन् नित्यम् इति अत्र गमूट् आगमः अस्ति, तत्र केवलं तावदेव मनसि भवेत्, गमून् इत्युक्ते तत्र सन्धिं कृत्वा अस्ति गमूट्। अस्तु, गमून् नित्यम् इति तत्र कः सन्धिः कृतः महोदय? गमून् नित्यम् अत्र गमुट् गमुट् योगः नित्यं महोदय, अत्र इदानीमत्र एरोनुनासिकेऽनुनासिको वा इत्यनेन अत्र टकारस्य नकारः भवति विकल्पेन, अनुनासिकसन्धिः महोदय अत्र। हा, समीचीनं, बहु सम्यक्, अस्तु, अग्रे गच्छेम तर्हि, राजेन्द्रमहोदय अग्रे। आम् आं महोदय, कस्मिन् औषधे अत्र चिन्तयामि महोदय, कस्मिन् औषधे तत्र आम् अत्र hmm? न अवगच्छामि महोदय. अत्र अत्र अत्र मूलपदं किम् इति दृष्ट्वा केवलं नाम प्रथमं कार्यं किम्, अस्माकं मूलपदं किम् अस्ति अत्र? कस्मिन् कस्मिन् औषधे. तर्हि अत्र किं दृश्यते, नूतनं किम् अस्ति अत्र? तत्र परिवर्तनं किं, नूतनतया किं जातं? कस्मिन् योगः औषधे इति स्थितौ किं किं नूतनमस्ति, संयोजनेन किं जातं, पश्यति वा? रत्ना भगिनी वदति वा अत्र अस्मिन् पदे किं पश्यति नूतनम्? आम्, कस्मिन् औषधे नकारस्य आगमः अभवत्. पश्यति वा तत्र नकारद्वयमस्ति न वा? एकमेव अस्ति अत्र. एकमेव अस्ति. लघु लिखितमस्ति, न नकारद्वयमस्ति एव. ओहो महोदय, क्षम्यतां, तथैव अहं न ज्ञातवान्. तत्तु नमुडागमः सन्धिः अस्ति. तर्हि किं निमित्तानि कानि? अत्र पदस्य अन्ते पदान्ते नकारः आसीत्, तद् पूर्वं ह्रस्व इकारः आसीत्. तदनन्तरं अचवर्ण अन्यतम वर्णः अस्ति अकारः, तत् कारणात् कस्मिन् नौषधे. अतः तथैव, क्षम्यतां महोदय, अहं न दृष्टवान् तत् प्रायशः. आमाम् अस्ति इदानीं. किन्तु महोदय, न दृश्यते चेदपि यदा वयं कस्मिन् योगः औषधे इति तत्र ऊहा अस्माकं भवति खलु, नाम कः कः सन्धिः सम्भवति? आसीत् महोदय, परन्तु एकमेव नकारः मया दृष्टं, तथा तथैव किञ्चित् संशयः आगतः. अस्तु अस्तु, सूत्रं किं? सूत्रमस्ति नमो ह्रस्वदाचि आचि नमो नित्यं. पुनः वदतु, ह्रस्वाद् अचि ह्रस्वाद् अचि ह्रस्वाद् अचि नमो नित्यं. नमो ह्रस्वाद् अचि नमो नित्यम् इति सूत्रम् अस्तु. अग्रे गच्छेम तर्हि. समीचीनं. पद्मा भगिनी अग्रे वदति वा? हा महोदय, योगाच्च लितमानसः योगात् योगः अचलितमानसः. अत्र तत्र पदविच्छेदः कः? योगात् अचलितमानसः. अचलितमानसः इति वा? पुनः वदतु. चलितमानसः योगात् योगः चलितमानसः. सोनोस् नास्तुः इत्यनेन योगात् चलितमानसः भवति, चुत्वसन्धिः अस्ति. योगात् चलितमानसः योगात् योगः चलितमानसः. अस्तु, समीचीनमस्ति. अग्रे सञ्जीवमहोदय अग्रे वदति वा? षण्मयूखाः षड् योगः मयूखाः डकारस्य नकारे परिवर्तनम् अत्र अनुनासिकसन्धिः भवति. सूत्रं किं, निमित्तानि कानि? यरोनुनासिके अनुनासिको वा सूत्रं, डकारः यर् प्रत्याहारे अस्ति, मकारः अनुनासिकः, तत्र डकारस्य सवर्ण अनुनासिक आदेशः भवति, नकारपरिवर्तनं जातम्. सुन्दरं सुन्दरं, तथैव अस्तु. अग्रे रत्ना भगिनी कर्तुम् इच्छति वा? अस्तु महोदय, प्रयत्नं करोमि. तन्निबध्नानि तत् निबध्नानि तत् तकारः अस्ति अनन्तरं नकारः अस्ति प्रायः अनुनासिकसन्धिः भवति वा हा सत्यम् अस्तु तत् निबध्नाति तत् निबध्नाति अत्र अस्माकं सूत्रं किमिति पुरतः अस्ति वा पुस्तके पुस्तके नास्ति करपत्रे अस्ति इदानीं उद्घाटितं महोदय हा अस्तु तत्र शुभवाणी वदतु किञ्चित् वदतु कृपया अत्र निमित्तानि कानि अत्र निमित्तानि तत् योगः निबध्नाति अत्र तत् इत्यस्य तकारः अस्ति अनन्तरं निबध्नाति इत्यस्य नकारः अस्ति तकारः यर् प्रत्याहारस्य वर्णः अनन्तरम् अनुनासिकवर्णः अस्ति अतः एरोनुनासिके नुनासिको वा इत्यनेन अत्र तकारस्य स्थाने नकारेण सह सवर्णः तकारस्य सवर्णः अत्र तकारस्य स्थाने नकारः विकल्पेन तन्निबध्नाति यस्मिन् पक्षे न भवति तदानीम् अत्र तत् पदमस्ति अतः तकारस्य स्थाने दकारः भूत्वा तद् निबध्नाति तद् निबध्नाति तन्निबध्नाति इरोनुनासिकेनु नाचिको वा इति वा इत्यस्य अर्थः कः अत्र विकल्पेन इत्युक्ते एकपक्षे अनुनासिकवर्णः आदेशः भवति अन्यस्मिन् पक्षे न भवति अतः अत्र झलां जशोन्ते इत्यस्य कार्यं तस्मिन् पक्षे इदानीं कश्चन प्रश्नः उदेति यत् वाक्यस्तरे सन्धयः सर्वे विकल्पेन भवन्ति एव खलु वैकल्पिकाः तर्हि अत्र वा इति किमर्थम् उक्तं यदा वाक्यस्तरे तथा अस्ति एव परन्तु अत्र यदा सन्धिं कुर्मः तस्मिन् समये अत्र विकल्पः अस्ति इति इत्युक्ते यदि वयं व्यस्तरूपेण वदामः वा लिखामः वा तत्तु भिन्नविषयः परन्तु यदा वयं सन्धिं कर्तुम् इच्छामः तस्य विवक्षा अस्ति तदानीम् अत्र रूपद्वयं सम्भवति तदस्ति अत्र वा इत्यस्य अर्थः हा हा समीचीनमस्ति नाम सन्धिं कर्तुम् इच्छामः इत्यस्य स्थाने तत्र संहिताविषयः इष्टः चेत् यदा यदि नैकट्यम् इष्यते अस्माभिः तर्हि नैकट्यं सामीप्यम् इष्यते चेत् तत्र किं कर्तव्यमिति इति द्रष्टव्यं मम भवता अवगतमिति एव अस्ति केवलं वदामि अत्र यत् प्रथमं सोपानं किं नैकट्यम् इष्यते नैकट्यम् इष्यते चेत् कः सन्धिः नित्यः कः सन्धिः वैकल्पिकः इति तदानीं द्रष्टव्यमस्ति यथा जानीमः वाक्यस्तरे सन्धिः तत्र संहिताविषयः भवति न वा इति अस्माकं इच्छानुसृत्य भवति इच्छानुसारं भवति नैकट्यम् अपेक्षते चेत् सन्धि कः सन्धि एकवारं यदा नैकट्यम् आगतमस्ति संहिताविषयः आगतः अस्ति तदानीं यत्किमपि कार्यं लभ्यते तत्तु कर्तव्यमेव अस्माकं तत्र विकल्पः तदानीं नास्ति एकवारं यदा सामीप्यम् आगतं तदानीं यस्य कार्यस्य प्राप्तिः अस्ति तच्च कार्यं कर्तव्यमेव अस्माकं किन्तु तत् नैकट्यम् अस्ति चेदपि वा इति उक्तमस्ति इति कारणतः संहितायां विषये अपि इदं कार्यं वैकल्पिकं यथा भवता प्रदर्शितमस्ति अपक्षे जष्ट्वं सर्वेषां कृते स्पष्टमस्ति इति मन्ये विद्याभगिनी अग्रे लोकान् न लोकात् योगः न लोकात् इति पदमस्ति पदान्ते तकारः यर् प्रत्याहारे अस्ति अनन्तरं द्वितीयपदस्य आदौ नकारः अनुनासिकवर्णः अस्ति इति कृत्वा अत्र विकल्पेन तकारस्य पञ्च तवर्गस्य पञ्चमवर्णः नकारः आगच्छति लोकान्न. अत्र सूत्रमस्ति यरोनुनासिके अनुनासिको वा वैकल्पिकरूपमस्ति. अपक्षे लोकात् योगः न, तत्र जलां जशोन्ते इत्यनेन लोकाद् न. बहु समीचीनमस्ति. अस्तु, द्वितीयम् इति सरला भगिनी वदति वा? आं महोदय. सुहृन् नयति, अत्र पदं भवति सुहृत् नयति, तस्य परे प्रथमं सुहृत् भवति, सुहृत् जला जशन्ते इति. तदनन्तरम् अनुनासिकसन्धि आगच्छति, यरो अनुनासिके अनुनासिके वा. अत्र दकारस्य परे नकार अनुनासिक अस्ति, तस्य सवर्ण पञ्चमं शब्दस्य नकारः भवति, सुहृन् नयति भवति, विकल्पेन सुहृत् नयति इति भवति. विकल्पेन किमस्ति? सुहृत् नयति. दकारः अति वा? दकार. हा हा, दकारः एव. केन सूत्रेण? यरो अनुनासिके अनुनासिको वा. हा हा, किन्तु अपक्षे केन सूत्रेण? अपक्षे झलाजशोन्ते इति सूत्रेण. चलामिष्यन्ति. अस्तु, समीचीनमस्ति. सुहृद् नयति इति. अस्तु, सम्यक्. बालसुब्रह्मण्यं महोदय कृपया अग्रे. महानुभावात् श्रेयः, महानुभावात् श्रेयः. महान् किमस्ति? महानुभव न, महानुभावात् श्रेयः इति. अत्र महानुभावान् इति प्रायः नकारः मूले. महानुभावान् श्रेयः, सो अनुनासिक महानुभावान्. नकारस्य स्थाने कः वर्णः आगतः? ण्यकारः. ण्यकारः कस्य प्रभावेन? स्तोहस्तुः तकार नकार नकारः तवर्गवर्णः. समीचीनं. तस्मात् ण्यकारः स्तोहस्तुः स्तोहश्चुनासु इति सूत्रेण नकारस्थाने ञकारः आदेशः भवति. कस्य वर्णस्य प्रभावेन? स तालव्यसकारवर्णस्य प्रभावेन इति अस्ति. तालव्यसकारवर्णस्य प्रभावेन महानुभावान् श्रियः. समीचीनं, समीचीनम्. अग्रे रवि महोदय. विद्यार्थिन् अधीश्व. अत्र द्वित्वजातः. द्वितीयं जातमस्ति. लक्ष्मी भगिनी किञ्चित् सहायं करोतु. अत्र किं जातं? सन्धिः कः? नमुरागमसन्धिः. अत्र विद्यार्थिन् विद्यार्थिन् योगः अधीश्व अस्ति. अत्र पुनः नकारस्य आगमः अभवत्. नमो ह्रस्वादचि नमोन्नित्यम् इति सूत्रेण नमडागमसन्धिः भवति. अत्र त्रीणि निमित्तानि सन्ति. प्रथमपदस्य अन्तिमवर्णः नकारः, तस्मात् पूर्वं ह्रस्वकारः अस्ति. अनन्तरम् अचुवर्णः अकारः अस्ति, अधीश्व तस्मिन् पदे प्रथमवर्णः ह्रस्वकारः. तदर्थम् अत्र नमो ह्रस्वादचि नमं नित्यम् इति सूत्रेण नमडागमसन्धिः भवति. हा सुन्दरमस्ति. अस्तु अग्रे गच्छेम. भवती एव यथोदाहरणं. यथोदाहरणं सन्धेः अवस्थां पृथक् पृथक् प्रदर्शयत. उदाहरणार्थं युद्धाच्छ्रेयः, युद्धात् योगः श्रेयः. अत्र प्रथमतया युद्धात् इति पदे तकारः अस्ति. द्वितीयपदस्य प्रथमवर्णः शकारः. शकारस्य प्रभावेण तकारस्य स्थाने चकारादेशो भवति. स्तोश्चुनाश्चुः इति सूत्रेण तत्र प्रथमं च्युत्वसन्धिः भवति. तदर्थं युद्धाच् योगः श्रेयः इति भवति. अनन्तरं षष्ठोपि इति सूत्रेण चकारस्य स्थाने स्थाने नास्ति, छकारादेशो भवति. तदर्थं युद्धाच्छ्रेयः इति पदमागच्छति. तत्र षष्ठोपि इति सूत्रेण छत्वसन्धिः भवति. हा समीचीनमस्ति. षष्ठोटि इति तत्र शृण्वन्तु एकवारं, पदान्तात् झयः शः छः अटि संहितायाम् अन्यतरस्यां. तर्हि पदान्तात् झै, झै प्रत्याहारः कस्य, कः वर्णः झै प्रत्याहारे? तकारः. तकारः झै. हा अस्तु समीचीनमस्ति. ध्यायति के के वर्णाः संक्षेपे? अननुनासिक झ इति अस्मात् आरभ्य चतुर्थः, तृतीयः, द्वितीयः, प्रथमः च सर्वे अननुनासिक वर्गीयव्यञ्जनानि झै. तर्हि तकारः तादृशः अस्ति. अनन्तरं षकारः तु अस्ति. अनन्तरं किमस्ति? अन्यत् निमित्तं किमस्ति? षत्वम् अमीति वाच्यम् इति वार्तिकम् अट् प्रत्याहारस्तवर्णः. अट् अट् प्रत्याहारे. हा अट् प्रत्याहारे अस्ति. कः वर्णः अत्र? शकारात् परः रेफः अस्ति. अम् प्रत्याहारम् इति वदामः. षष्ठोमि इति छत्वम् अम् इति वाच्यम् इति अस्ति. तर्हि अमि अस्ति, अमि अस्ति रेफः. तर्हि आहत्य झै, षकारः, अम् प्रत्याहार प्रत्याहारे कश्चन वर्णः इति अस्ति. अस्यां दशायां षकारस्थाने छकारादेशः अस्ति. अस्तु सरला भगिनी, इदानीमपि अस्ति महोदय? बहिः अस्मि, ध्वनिः अस्ति. ओहो अस्तु अस्तु अस्तु. दशवादने इति उक्तवती. अस्तु तर्हि अग्रे गच्छेम. तर्हि महोदय एकः प्रश्नः अत्र, प्रथमं श्चुत्वं कृत्वा अनन्तरमेव छत्वसन्धेः प्रसक्तिः वा, नो चेत् अत्र यदा तकारः अस्ति तदानीमपि छत्वं कर्तुं शक्नुमः वा? भवान् किं वदति? अहं चिन्तयामि प्रथमं श्चुत्वं भवति अनन्तरमेव छत्व सन्देहः प्रसक्तिः इति चिन्तयामि महोदय. हा सूत्रसङ्ख्यां दृष्ट्वा खलु? आं महोदय. हा नाम तत्र पाठनार्थम् अथवा एवमेव भवान् तु जानाति खलु? क्रमस्य विषये एव महोदय मम प्रश्नः. श्रुत्वसन्धिः चत्वसन्धिः. अस्तु महोदय, अन्यत् प्रश्नः अस्ति, तत्र स्पष्टता सर्वेषाम् अस्ति खलु? महोदय, नाम तत्र तकारात् षकारः अनन्तरं रेफा अस्ति, तर्हि अत्र प्रथमं सर्वप्रथमं किम् अपेक्षितमस्ति? तत्र झै झै प्रत्याहारे कश्चन वर्णः अस्ति, तकारः झै प्रत्याहारे अस्ति, तकारः झै प्रत्याहारे, चकारः अपि झै प्रत्याहारे अस्ति, तर्हि द्वयोः मध्ये किं प्रथमं कर्तव्यमस्ति इति प्रश्नः आगतः, श्रुत्वसन्धिः चत्वसन्धिः. आरम्भे एव तत्र प्रसक्तिरासीत्, किन्तु श्रुत्वसन्धिः इति पूर्वसूत्रमस्ति इति कृत्वा तकारस्थाने चकारः झै प्रत्याहारे, सः प्रायः पृष्टवान् यतो हि तकारः इति मया उक्तमासीत्, किन्तु चकारः इति एव निमित्तमस्ति. समीचीनं महोदय. अन्यप्रश्नः अस्ति महोदय, अत्र युद्धात् इति पदमस्ति, अतः अत्र प्रथमं जस्तमपि करणीयं किल, तकारस्य दकारः भवति अनन्तरं दकारस्य तकारः खरीच इत्यनेन, इत्युक्ते तकारस्य दकारः, दकारस्य जकारः, अनन्तरं जकारस्य चकारः, अनन्तरं षकारस्य छकारः इति एव क्रमः. सत्यं, वस्तुस्थितिः अस्तु भगिनि, धन्यवादः. तदेव महोदय, तदेव मम प्रश्नः अपि यथा अस्माभिः प्रदर्शितमासीत् तथैव वक्तव्यमस्ति. ते अत्र पुस्तके सरलमार्गः स्वीकृतः अस्ति, किन्तु वस्तुस्थितिः नास्ति. यत्र छत्वमस्ति तत्र अस्माकं सतर्कता अपेक्षिता. अस्तु, द्वितीयं तर्हि इदानीं लक्ष्मीभगिनी. अस्तु, राजेन्द्रमहोदय अग्रे. आम् आम् महोदय, यज्जुहोषि अत्र यत् योग जुहोषि अथवा श्रुत्वसन्धि भूत्वा तत् तकारस्य जकारः भवति, तत् यज्जुहोषि निष्पन्नं भवति. पुनः यत् जुहोषि तत्र किं किं भवति प्रथमतया? अत्र प्रथमतया तत् जस्तुसन्धि भवति वा महोदय? यत् यद् यद् जुहोषि तदनन्तरं चतुसन्धि भवति तत् यद् जुहोषि जष्ट्वम् अनन्तरं श्रुत्वम्. आम् महोदय, हा समीचीनमस्ति. अस्तु, द्वितीयम्. अस्तु, सुब्रह्मण्यमहोदय, भवानेव. महोदय, अत्र स्याज्जनार्दन अत्रापि समानक्रमः अस्ति महोदय. स्यात् योगः जनार्दन, प्रथमं तकारस्य दकारः, स्याद् योगः जनार्दन, जलां जलां जशोन्ते इत्यनेन, अनन्तरम् अत्र दकारस्य जकारः, जकारस्य प्रभावेण श्चुत्वं भूत्वा स्तोः श्चुनाश्चुः इत्यनेन आहत्य स्याज्जनार्दन. अस्तु, समीचीनमस्ति. अग्रे गच्छेम तर्हि. पद्मा भगिनी भवति वा? पद्मा भगिनी अस्ति. अस्तु, सञ्जीवमहोदय कृपया. यज्ञात् ज्ञानयज्ञः अत्रापि समाना परिस्थितिः. यज्ञात् योगः ज्ञानयज्ञः, यज्ञात् आदौ तकारस्य दकारादेशः, यज्ञात् तलां दृशन्ते, अनन्तरं ज्ञानयज्ञः इति पदे आदौ जकारः अस्ति, तदा दकारस्य यज्ञात् यज्ञात् ज्ञानयज्ञः दकारस्य जकारे परिवर्तनम् प्रथमतया जष्ट्वम् अनन्तरं स्ट्युत्वम् इति समीचीनम्. अग्रे गच्छेम. रत्ना भगिनी भवति वा अग्रे? यच्छद्धः यत् छद्धः तकारः चकारः प्रथमं तकारस्य स्थाने ह्रस्वचकारः आगच्छति अथवा अल्पप्राणचकारः आगच्छति. तत् स्थुत्वसन्धिः इति मूले किमस्ति? यत् श्रद्धः यत् तत् मूलं नास्ति किन्तु अत्र रविमहोदय वदति वा मूलं किम्? यत् श्रद्धः. यत् श्रद्धः. यत् श्रद्धः तकारस्य स्थाने चकारः अभवत् अनन्तरं शकारस्य स्थाने चकारः अभवत्. तत्र यथा सुब्रह्मण्यमहोदय उक्तं महोदयेन उक्तं तत्र कश्चन क्रमः अस्ति यत्र छत्वसन्धिः अस्ति. कश्चन क्रमः अस्ति. लक्ष्मीभगिनी प्रदर्शयति वा? आं महोदय. अत्र यत् श्रद्धः इति पदमस्ति. अत्र यत् योगः श्रद्धः इति अस्ति. प्रथमपदस्य अन्तिमवर्णः तकारः. प्रथमं जलां दृशन्ते इति सूत्रेण तत्तु यद् इति भवति. अनन्तरं यद् योगः श्रद्धः. तत्र चुनाश्चुः इति सूत्रं कार्यं करोति. तदर्थं दकारस्य स्थाने जकारादेशो भवति. तदर्थं यज् योगः श्रद्धः इति भवति. अनन्तरं खडिज इति सूत्रं कार्यं करोति. तदर्थं यज् जकारस्य स्थाने चकारादेशो भवति. तत्र यज् योगः श्रद्धः इति भवति. तत्र सच्चोटि इति कार्यं करोति. तत्र यच् योगः श्रद्धः. तत्र छत्वमनीति इति वाच्यम् इति वार्तिकेन तत्र छत्वसन्धिः भवति सच्चोटि इति सूत्रेण. अन्तिमं पदमस्ति यच् श्रद्धः. तत्र चकारादेशो भवति अन्तिमतया. हा सुन्दरं सुन्दरं. जष्ट्वं स्ट्युत्वं चट्वं छत्वम् इति क्रमः अस्ति. जष्ट्वं स्ट्युत्वं चट्वं छत्वं. हा समीचीनम् आम्. प्रथमपदम् अत्र यत् श्रद्धा प्रथमपदम् अत्र समासः अस्ति इति कारणात् प्रातिपदिकं तु दकारान्त एव अस्ति खलु यद् यद् इति प्रातिपदिकं दकारान्तः अस्ति. प्रातिपदिकं दकारान्तः अस्ति इति तु सत्यं. यद् इति श्रद्धः अस्ति वस्तुतः. यद् इति प्रातिकम् इति उच्यते जनैः. यद् इति दकारान्तशब्दः. अतः साक्षात् स्ट्युत्वं चत्वं छत्वम्. अग्रे गच्छेम. विद्याभगिनी अग्रे. तस्मात् शास्त्रं तस्मात् योगः शास्त्रम् इति अस्ति. तस्मात् इति पदम् अन्ते तकारस्य दकारः भवति जलां जशोन्ते इत्यनेन. अनन्तरं स्तोः श्चुनाश्चुः इत्यनेन शकारस्य प्रभावेन डकारः च वर्गस्य तृतीयवर्णः जकारः भवति, तस्माच् योगः शास्त्रम्। इदानीं करीच इत्यनेन तस्माद् चकारस्य चकारः भवति, शकारः कर्प्रत्याहारे अस्ति, तस्माच् योगः शास्त्रम्। इदानीं षश्चोटि चकारः जयप्रत्याहारे अस्ति, अनन्तरं शकारः अस्ति, शकारस्य परे आकारः अस्ति, आकारः अट् प्रत्याहारे अपि अस्ति, अम् प्रत्याहारे अपि अस्ति इति कृत्वा शकारस्य चकारादेशः, तस्मात् शास्त्रम् एकरूपं, विकल्पेन तस्मात् शास्त्रम्। सत्यं बहु समीचीनमस्ति, तस्मात् शास्त्र द्वितीयं रूपं किं? तस्माच् शास्त्रम्। हा हा इति अस्ति, स्थित्वं कृत्वा अस्तु, विकल्पे रूपद्वयं भवति। अस्माकं नैपुण्यं सर्वेषां जायमानमस्ति इति प्रमोदस्य विषयः। अग्रे गच्छेम तर्हि, बालसुब्रह्मण्यमहोदय अग्रे कृपया। मृच्छकटिकं मृत् योगशकटिकं मृत् जस्व सन्ति तकार स्थाने दकारः मृद् स्तोः सुना तुः एतृशेन मृज् चकटिकं मृद् मृद् शकटिकं करीच इति सूत्रेण पुनः मृच् शकटिकं तदनन्तरं शकारः जयि प्रत्ययः वर्णः, तस्मात् अनन्तरम् अकारः अकारः अम् प्रत्याहारे अस्ति, तस्मात् शकटिक शक स्थाने चकारः विकल्पेन भवति मृच् शकटिक अथवा मृत् शकटिक मृच्छकटिकम् अथवा मृत् शकटिक। रूपद्वयं किमस्ति? मृच्छकटिकम् एक स्वरूपम् अथवा मृत् शकटिकम्। न तकारः तु न तिष्ठति अत्र, यः क्रमः भवता उक्तं तत्र सर्वं नित्यमासीत्, केवलं वैकल्पिकं किम्? अन्यतरस्यां किम् उक्तम्? अन्यतरस्यां चकार आगमः आदेशः इति चकार आदेशः वैकल्पिकं। हा वैकल्पिकम्, अन्यत् सर्वं नित्यं नित्यमेव। तर्हि द्वितीयं रूपं किं? मृच्छकटिकमेकरूपं मृत् मृद् शकटिकं तकारः नाम अत्र मृज् शकटिकं जष्ट्वं श्चुत्वं चर्त्वं तु भवति एव, जस्ट् भवता यदुक्तम् आरम्भे मृत् तत्र जष्ट्वं श्चुत्वं चर्त्वम् एतत् सर्वं भवति नित्यम्, अनन्तरं विकल्पे चकारादेशः। तर्हि चकारः देशे एकः पक्षः, द्वितीयपक्षे शकारः तिष्ठति, किन्तु उभयत्र चकारस्तु अस्ति एव। मृच् शकटिकं मृच् मृच् उभयत्र अस्ति मृच्। अस्तु, उभयत्र चकारः अस्ति करिच इति सूत्रेण चकारः सः मृच्छकटिकम् अनन्तरं मृच्छकटिकम्। सुन्दरमस्ति, अग्रे गच्छेम तर्हि। तर्हि इदानीं लक्ष्मीभगिनी वदतु कृपया। न राजेन्द्रमहोदय, भवान् न उक्तवान्, भवान् एव वदतु। आम् आं महोदय, सत् छबदः अत्र मूले सत् शब्दः आसीत् शब्दः न शब्दः शब्दः वदतु भो शब्दः शब्दः शब्दः सत् शब्दः शब्दः अत् मूले सत् सत् तत् जस् भूत्वा सद् भवति तदनन्तरं शकारस्य प्रभावेन स्वश्चुः तत् सज् सज् शब्दः अनन्तरं खरि च प्रभावेन सच् सच् शब्दः तदनन्तरं छत्वसन्धिः भूत्वा विकल्पेन सकारस्य स्थाने चकारः आगच्छति तत् सच् छब्द छब्दः अथवा विकल्पेन सच् शब्दः भवति. हा हा हा इति अस्ति समीचीनम् अस्तु. इतः अग्रे सरेम तर्हि आम् लक्ष्मी भगिनी अग्रे. अत्र यथोदाहरणं प्रतिसन्धिपदं विभज्य विजातीयपदं निर्णयत. अत्र उदाहरणार्थं तच्च कस्माच्च पृथग् बालाः यच्चन्द्रमसि त्याज्यनार्दन इति पञ्च पदानि सन्ति. तस्मिन् तच्च तत् योगः च चत्वसन्धिः, कस्मात् योगः च कस्माच्च चत्वसन्धिः, अनन्तरं यत् योगः चन्द्रमसि यच्चन्द्रमसि चत्वसन्धिः, स्यात् योगः जनार्दन स्यात् इति पदमस्ति, स्यात् तकारस्य स्थाने दकारादेशो भवति छलां दृश्यन्ते सूत्रेण, तदर्थं स्याद्योगः जनार्दन स्याद् जनार्दन इति भवति तदपि. अस्तु महोदय, अत्र स्याद् जनार्दन अत्र छलां दृश्यन्ते नास्ति, अत्र स्यात् योगः जनार्दन स्यात् जनार्दनः. तत्र स्याद् दोष इति लेखनं तत्र दोषाय नास्ति, यतोहि तत्र पदान्ते अस्ति, भवति एव. स्यात् अपि समीचीनमस्ति, तत्र स्यात् जनार्दन तत्तु चित्वसन्धिः, केवलं पृथक् बालाः पृथक् योगः बालाः पृथक् बालाः तत्र नाम केवलं प्रदर्शनार्थं यत् प्राप्तिः अस्ति, नाम जष्ट्वसन्धि प्राप्तिः अस्ति इति प्रदर्शनार्थं अग्रे अग्रे अन्ये जनाः अपि वदेयुः. सञ्जीव महोदय कृपया. कुत्र स्मः इति वा तत्र ओहोहो अस्तु अस्तु अस्तु बुद्धम् अस्तु. तर्हि रत्ना भगिनी कर्तुम् इच्छति वा? प्रयत्नं करोमि महोदय. स्यात् आत्मतृप्तः, अनन्तरं नाम तत्र किमस्ति? स्यात् आत्मतृप्तः, स्यादात्मतृप्तः, तकारस्य स्थाने दकारः आगतः. कः सन्धिः? तकारस्य स्थाने दकारः प्रायः जष्ट्वसन्धिः इति चिन्तयामि महोदय. जष्ट्वसन्धिः समीचीनम् अस्तु. अनन्तरं योगात् चलितमानसः, योगात् चलित यो तकारस्य स्थाने चकारः आगतः अस्ति, स्चुत्वसन्धिः. सत्यम्. अनन्तरं सम्यगुभयोः सम्यक् उभयोः ककारस्य स्थाने गकारः आगच्छति. तत्र ककारस्य स्थाने ककारः सम्यग् भगिनी पूर्वम् उक्तवती ककारस्य स्थाने प्रायः जष्ट्वसन्धिः अस्तु. पुनः जगदाहुः जगत् आहुः तकारस्य स्थाने दकारः तकारस्य स्थाने दकारः जष्ट्वसन्धिः. पुनः अनन्तरं तद्धाम तत् धाम तद्धाम तत् धाम पुनः तकारस्य स्थाने दकारः चष्टसन्धिः आगच्छति. अतः द्वितीयं विजातीयपदम् अस्ति. समीचीनम्. अस्तु अग्रे गच्छेम. अधुना विद्याभगिनी वदति वा. तन्निबध्नाति अत्र तत् योगः निबध्नाति. अत्र योरोनुनासिके अनुनासिको वा इति अनुनासिकसन्धिः अस्ति. तत् तकारः तत् यर् प्रत्याहारे अस्ति. तत् इति पदमस्ति परे अनुनासिकवर्णः इति कृत्वा अत्र विकल्पेन तन्निबध्नाति इति भवति. अथवा तत् अथवा तत्र तु जलां जशोन्ते प्रथमं भवति तद् इति कृत्वा तद् निबध्नाति. सत्यम्. अग्रिममस्ति स्यान्निश्चितं स्यात् निश्चितं. प्रथमं जलां जशोन्ते स्याद् निश्चितम्. अनन्तरम् अनुनासिकसन्धिः यरोन्नासिक अनुनासिक वा तथैव अत्र तकारस्य तवर्गस्य पञ्चमवर्णः नकारः स्यान्निश्चितम् अथवा स्याद् निश्चितम्. एतन्मे एतत् एतत् योगः मे अत्रापि जलां जशोन्ते इत्यनेन एतद् योगः मे यरोनासिके अनुनासिको वा इत्यनेन तकारस्य तवर्गस्य पञ्चमवर्णः नकारः एतन्मे अथवा एतद् मे. कृत्स्नविन्न इति कृत्स्नवित् योगः न कृत्स्नवित् अत्र जलां जशोन्ते इत्यनेन दकारः कृत्स्नविद् योगः न पुनः अनुनासिकसन्धिः दकारस्य तवर्गस्य पञ्चमवर्णनकारः कृत्स्नविन्न अथवा कृत्स्नविद् न. पश्यन्नात्मनि पश्यन् योगः आत्मनि. अत्र नमो ह्रस्वादचि नमोन्नित्यम् इति सूत्रेण पश्यन् इति पदान्ते नकारः तस्मात् पूर्वम् अकारः ह्रस्वस्वरः अनन्तरम् आकारः अच्वर्णः इति कृत्वा नकारः आगच्छति पश्यन्नात्मनि इति भवति. हा हा हा समीचीनमस्ति. अस्तु यतः अग्रे सरेम. अधुना पद्माभगिनी वक्तु न एतत् न एतत् अनन्तरं भवति वदतु. बालसुब्रह्मण्यं वदतु. धर्म्यात् हि कः सन्धिः. सो जय जयः जयः वर्णः जयोः अन्यतरस्यामिति धर्म्यात् इति पदान्तवर्णः पदान्तः सो हि दकारः चतुर्थवर्णः धर्म्यः इति जयोन्यतरस्याम् इति सूत्रेण धर्म्याद्धि. हा तत्र मूलपदं किमासीत्. धर्म्यात् तकारः जष्टं कृत्वा अनन्तरं जयो जयवर्णः इति. समीचीनम्. अस्तु अग्रे. प्रहसन् इव प्रहसन् योग इव अनुनासिकः सन्ति, इकारस्थाने नकारः, रः सन्निव अनुनासिकसन्धि इति वा सन् योग इव किं परिवर्तनं किम् नमुडागमसन्धि सत्यं प्रहसन् इव नमुडागमसन्धि प्रहसन् इव निमित्तानि कानि द्वित्वं नकार इव इकार हस इकारस्थाने नकारः स्वप्रहसन् इव निमित्तानि एकवारं निमित्तानि कानि एकवारं वदति वा क्षम्यतां महोदय निमित्तानि कानि इति एकवारं वदति वा प्रहसन् इव नमुडागमः पदान्तः प्रहसन् इव इति ह्रस्व इकारः तस्मात् इकारस्थाने तत्र ह्रस्वात् स्वरात् परः यः ङम् ह्रस्वात् स्वरात् इति भवता उक्तम्, अनन्तरं तदन्तात् पदात् उत्तरस्य अच् अच् कः वर्णः इकारः अच्वर्णः अस्तु अग्रे किमस्ति कुर्वन् अपि अत्रापि नकारः कुर्वन् इति पदान्तः अपि अकारः ह्रस्ववर्णः पुनः नमुडागमसन्धि भवति ह्रस्ववर्णः कुत्र अस्ति कुर्वन् अपि कुत्र अस्ति कः वर्णः ह्रस्ववर्णः अकारः कस्य पदस्य अकारद्वयं वकारः इति वकारोत्तरवर्ति यः अकारः वकारोत्तरवर्ति वर्णः अकारः इति ह्रस्व अस्ति अस्तु समीचीनम् इति कृत्वा कः सन्धिः सो नमुडागमसन्धिः अकारस्थाने नकारः कुर्वन्नपि अग्रे धारयन् अचलं धारयन् अचलं धारयन् अत्र अपि नमुडागमसन्धि धारयन् य ह्रस्वकारः तदनन्तरम् अचलम् अकारस्थाने नकारः धारयन् अचलम् अकारस्य स्थाने इति वा अत्र किं किं परिवर्तनं किं जातम् अस्ति धारयन् अचलम् अकारस्थाने अकारः इदानीमपि अस्ति खलु स्थाने इति आगमः आगमः भवति धारयन् अचलम् अकार तिष्ठत्यां धारयन् अचलम् आद्यन्तौ टकिटौ आद्यन्तौ टकिटौ टिट् अस्ति नमूट् टिट् अस्ति अचः आगमः अस्ति अचः आगमः अस्ति आदौ अस्ति आदौ भवति आगमः अस्तु अग्रे युञ्जन् एवं युञ्जन् एवं युञ्जन् युञ्जन् इव युञ्जन् एवमेव युञ्जन् अकारः ह्रस्वैकारः नेवं नमुडागमः सन्ति न एवं युञ्जन् एवं युञ्जन् एवं समीचीनं युञ्जन् एवं युञ्जन् नमुडागमसन्धिः अस्ति तर्हि विजातीयसन्धिः कः विजातिपदं किं विजातीयसन्धिः महोदय अहं सम्पूर्णं न अवगच्छामि विजातीयसन्धिः अत्र नवभिन्नसन्धिः तत्र सर्वे सन्धयः समानाः केवलम् एकस्य पदस्य सन्धिः भिन्नः नमूडागमसन्धिः सर्वत्र आसीत् केवलम् एकस्मिन् पदे नासीत् धर्म्यादि प्रथमसन्धि धर्म्यादि इति विजातीयसन्धि इति अस्ति विजातीय अस्तु समीचीनमस्ति इदानीं किम् अन्य अस्तु अन्ततो गत्वा सुब्रह्मण्यं वदतु तत्र अन्तिमं वदतु अनन्तरम् अनेन समापयामः आं महोदय अत्र चतुर्थमस्ति आ ब्रह्म भुवन् भुव क्षम्यतां महोदय आ ब्रह्म भुवनाल्लोकाः अत्र भुवनात् लोकाः अत्र भुवनात् तकारः अस्ति पदान्ते अत्र लकारः अनन्तरमस्ति तोर्लि इत्यस्य प्रसक्तिः अत्र अत्र सन्धिः अस्ति परसवर्णसन्धिः इति अत्र तकारस्य स्थाने लकारेण सवर्णः अत्र लकारः आदेशरूपेण अतः भुवनाल्लोकाः इति भवति समन्ताल्लोकान् अत्रापि समन्तात् योगः लोकान् पुनः अत्र तोर्लि इत्यनेन तकारस्य स्थाने लकारः परसवर्णसन्धिः प्राप्य पुण्यकृतान् लोकान् अत्रापि पुण्यकृतान् योगः लोकान् इदानीमत्र पदान्ते नकारः अस्ति अनन्तरं लकारः अस्ति अतः लकारस्य सवर्णः तकारेण सह अत्र लकारः अपि च नकारात् पूर्वं यः स्वरः अस्ति सः तस्य अनुनासिकः भवति अतः पुण्यकृतान् लोकान् पुनः तोर्लि इत्येव कार्यम् अत्रापि श्रुतिमल्लोके अत्रापि श्रुतिमत् योगः लोके अत्रापि तोर्लि परसवर्णसन्धिः सर्ववित् भजति इति अत्र सर्ववित् योगः भजति अत्र तकारस्य स्थाने दकारः जष्ट्वसन्धिः अतः सर्ववित् भजति इति विजातीयपदमस्ति वा बहु समीचीनमस्ति सर्वेषां नैपुण्यं जायमानमस्ति इति भाति इति प्रकटमस्ति बहु सुन्दरमस्ति दृष्ट्वा अस्तु अनेन समापयामः यतः अग्रे सरेमस्ति प्रायः अग्रिमे सप्ताहे तत्र हल्सन्धेः अन्तिमं दिनमस्ति तदनन्तरं विसर्गस्य नमस्कारः महोदय अस्तु अस्तु महोदय धन्यवादः सर्वेषां नमस्कारः धन्यवादः